नमस्कारः सर्वेषाम्। अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। ञनन्तदातवः इति पाठः प्रचलति। तत्र वयं गतसप्ताहे आकारान्तानां एजन्तदातूनां ञनन्तदातुसुतिः इति दृष्टवन्तः। तत्र द्वित्व अभ्यासकार्यानन्तरं तत्र दीर्घोक्तः अकित् अभ्यासस्य दीर्घादेशः भवति इति आसीत्। तत्र ला धातुः स्वीकृत्य तत्र कथमकृत् सारधातुकयोर्दीर्घः इत्यनेन अजन्त अङ्गस्य दीर्घादेशः भवति यकारादिप्रत्यये परे। अनन्तरं दीर्घोकितः इत्यनेन अकित् अभ्यासस्य दीर्घादेशः भवति इति दृष्टवतः लालायते इति रूपम् आसीत्। अनन्तरं तत्र एजन्तदातूनां परिचितं सूत्रमेव आदेच उपदेशयति। अनेन तत्र एजन्तस्य धातोः आत्वं भवति न तु क्षिति। तत्र वा वायते इति क्षमताम् एजन्तः किल ध्यै ध्या ध्या इति भवति। तत्र रूपं किम् आसीत्? धकारः एव अवशिष्यते। धा ध्यायते अल्प महाप्राणस्य अल्पप्राणः अपि भवति किल धध्यायते दाध्यायते खलु भगिनि तत्र दीर्घोकितः धाध्यायते यदा वावायते दाध्यायते सत्यं। तत्र धकारस्य तु महाप्राणस्य अल्पप्राणः भवति। ध ध ददाति ध ध्याय धा ध्यायते समीचीनं महोदय सत्यम् तदेव आसीत्। दीर्घात् इति सूत्रमासीत् यत्र तुक् स्यात् चे परे संहितायां विषये तत्र तुकागमस्य विषये चे परे भवति इति एकं सूत्रं दृष्टवन्तः। तदेव छा धातोः विषये आसीत्, तुक् कथं भवति इति चिन्तनं कृतवन्तः। अत्र तुक् कथं तस्य लोपः भवति इति तु अत्र विषयः न उक्तः। छाचा योगः य इति पर्यन्तमेव अत्र अस्ति प्रायः, अग्रे भवति इति चिन्तयामि। अनन्तरं कूमास्तादयः दातवः इति तत्र तुक् यद् आगतं तस्य का गतिः इति तु न उक्तं किल। शुत्वं भवति, शुत्वं भवति खलु, शुत्वं भवति चकारः रूपं चाच्छायते इति भवति, चाच्छायते इति चाच्छायते इच्छ भवति चाच्छायते तद् तु न प्रदर्शितं तत्र। तत्र किं भवति इति अनन्तरमेव प्रायः वयं प्रायः अग्रे भवति, तत्र प्रायः अग्रे आगच्छति इति चिन्तयामि। तत्र इतोपि किमपि कार्यमस्ति वा इति द्रष्टव्यम्। गुमास्तादयः दातवः तु परिचितः एव, गुमास्तागापाः सा एतेषाम् आकारस्य स्थाने ईकारादेशः भवति इति तद् दृष्टम्। धा धातोः धेदीयते इति रूपं, गुमास्ता गापा जहातीसां हलि इत्यनेन ईत्वम् अकृत्सार्वधातुकयो दीर्घः इत्यनेन अजन्त अङ्गस्य ईकारस्य पुनः ईकारादेशः दीर्घादेशः। धीयसंज्ञोः ह्रस्वः धेदीयते, गुणः अपि भवति धेदीयते इति रूपं तद् तत्र दृष्टवन्तः। गुणो यङ्लुकोः तस्मिन्नेव प्रसङ्गे वयं दृष्टवन्तः यत्र गुणः भवति इति। घ्राध्मा इति धातुद्वयं, तत्र विशिष्टसूत्रम् आसीत् ई घ्राध्मोः, तत्र घ्राध्मा इति धातोः अन्त्य आकारस्य स्थाने ईकारादेशः भवति। अत्रापि ईकारादेशः एव परन्तु भिन्नसूत्रेण, घ्राध्मा इति सूत्रेण तत्र ईकारादेशः भवति। तत्र घ्रायोगः यङ् इति स्थितौ तत्र जे ग्रीयते इति भवति, ईत्वं सर्वं भूत्वा गुणः गुणो यङ्लुकोः भूत्वा जे ग्रीयते इति भवति। ज्या धातुः तत्तु सम्प्रसारणी धातुः अस्ति, तत्र सम्प्रसारणं भवति। अनन्तरं तत्र हलः इति सूत्रम्, अनन्तरम् अत्रापि गुणो यङ्लुकोः जे जीयते इति रूपं। व्ये व्ये इति धातुः, तत्रापि सम्प्रसारणं भवति यङि परे, व्ये योगः यङ् तत्र एजन्तः इति कृत्वा आत्वम्, अनन्तरं स्वपि स्यमि व्ययां यङि इत्यनेन सम्प्रसारणं, न तु ग्रहीज्या ग्रहीज्या इत्यत्र व्ये न उक्तम्, अतः तत्र भिन्नसूत्रेण तत्र सम्प्रसारणं भवति, अनन्तरं सम्प्रसारणकार्यं हलः गुणो यङ्लुकोः वेदीयते इति रूपमासीत्। तत्रापि स्वपि स्यमि व्ययां यङि इत्यनेन तत्र सम्प्रसारणं भवति यङिपरे। स्वे धातोः विषये एव वयं गतसप्ताहे रूपं तु साधितवन्तः, अभ्यस्तस्य च इति सूत्रमासीत्, अभ्यस्ति भविष्यतः क्ष्वेः सम्प्रसारणं स्यात्। अत्रापि सम्प्रसारणं भवति, क्ष्वे इत्यत्र हकारः वकारः एकारः यङ् अस्ति, तत्र द्वित्वं सम्प्रसारणकार्यं सर्वं भूत्वा तदा एव, क्षम्यतां, प्रथमं सम्प्रसारणकार्यमेव तत्र खू योगः य तदा एव द्वित्वं भवति इति, तस्य एव तत्र सिद्धान्तकौमुदी परिच्छेदः आसीत्, वयं यत् गतसप्ताहे न पठितवन्तः, तस्मात् एव आरम्भं कुर्मः। महोदय भवान् एव पठति वा? तत्र सिद्धान्तकौमुद्यां ततः एव सिद्धान्तकौमुद्याम् अभ्यस्ति भविष्यतो स्वेः सम्प्रसारणं स्यात् इति वृत्तिः, तत् कथम् इति प्रश्नः। स्वहः इति षष्ट्यन्तम्, अभ्यस्तस्य इत्यपि षष्ट्यन्तम्, अत्र द्वयोः सामानाधिकरण्यं वा वैयधिकरण्यं वा इति प्रश्नः। अत्र काशिकावृत्तौ अस्ति स्वः इति वर्तते, तद् अभ्यस्तस्य इत्यनेन व्यधिकरणम्, अभ्यस्तस्य यः ह्वयतिः इति, अभ्यस्तस्य यः ह्वयतिः इति, कश्च अभ्यस्तस्य ह्वयतिः इति, तत्र कारणं तेन अभ्यस्तकारणस्य ह्वयतेः प्रागेव द्विर्वचनसम्प्रसारणं भवति। अतः अत्र प्रश्नः जातः यत् ह्वयः अभ्यस्तस्य इति पदद्वयोः मध्ये विशेषणविशेषभावः वर्तते किम्। विशेषणविशेषभाव इत्युक्ते सामानादिकरण्यम्, सामानादिकरणं वर्तते चेत् तर्हि द्विर्वचने कृते अभ्यस्तसंज्ञायाम् उपजातायां सम्प्रसारणं स्यात्, एवञ्च न सम्प्रसारणे सम्प्रसारितरेण अभ्यस्तस्य अभ्यासस्य सम्प्रसारणं न स्यात्। अतः सूत्रार्थः कः? अभ्यस्तस्य यः ह्वे धातुः, न तु ह्वः अभ्यस्तस्य इति। अभ्यस्तस्य कः ह्वे धातुः? कारणम् इत्याह। अनेन अभ्यस्तस्य कारणीभूतस्य ह्वे धातोः द्विर्वचनात् प्रागेव सम्प्रसारणं भवति। इदम् उत्तरं महाभाष्याम् अनुसृत्य एव काशिकावृत्तिः दत्ता, नाम अभ्यस्तस्य कः ह्वे धातुः इति प्रश्ने सति भाष्ये प्रकृतिः इत्युक्तम्, ह्वेः अभ्यस्तस्य प्रकृतिः इति। भाष्यकारः वदति यत् अभ्यस्तसंज्ञायां यः प्रकृतिभूतः ह्वे धातुः तस्य सम्प्रसारणं भवति, इत्थञ्च यत्र अभ्यस्तसंज्ञा सम्भवति तत्र द्वित्वात् प्राग्येव सम्प्रसारणं क्रियते इति अस्ति। तत्र इदानीं तत्र अभ्यस्तस्य इति, अभ्यस्तस्य च इति अस्ति, तत्र ह्वेः ह्वः इत्यपि वर्तते, ह्वः अभ्यस्तस्य इति, अत्र अस्माकं भ्रमः भवितुमर्हति कस् इदानीं विशेषणविशेषः अस्ति वा इति, अभ्यस्तस्य भवति वा इति। अत्र विशेषणविशेषः नास्ति, सामानाधिकरणं नास्ति, तत्र काशिकायां दत्तमस्ति। तत्र व्यधिकरणम् इत्युक्ते तत्र अभ्यस्तस्य यः इति अस्ति, तत्र यः इत्युक्ते तत्र कारणं प्रयते यत्र कारणीभूतस्य एव भवति द्विर्वचनात् अतः द्विर्वचनात् पूर्वमेव सम्प्रसारणं भवति, इति अर्थः जायते तत्र तदेव अभ्यस्तस्य कारणीभूतस्य वेदातोः तत्र सम्प्रसारणं भवति इति तत्र भाष्यकार अपि वदति प्रकृतिभूतः इति कस्य इति अत्र प्रकृति अभ्यस्तसंज्ञायाः यः कारणमस्ति यः प्रकृति इत्युक्ते तत्र यः धातुः अस्ति तस्य एव सम्प्रसारणं भवति तर्हि तत् पूर्वमेव सम्प्रसारणं भवति अनन्तरमेव तत्र द्युत्तं भवति तर्हि ह्वे इत्यस्य इदानीं ह्वे इति वकारस्य उकारः भवति अनन्तरं सम्प्रसारणस्य इति हु इति भवति अनन्तरमेव हुः अनन्तरं जुः अनन्तरं जोः इति तादृश भवति इति वा इति ते वदन्ति तत्र कुत्र भवति इति प्रश्नः अभ्यस्तस्य वः सम्प्रसारणं च इति सूत्रे उक्तत्वा तत्र अभ्यस्तस्य वः इति द्वयमपि तत्र षष्टिविभक्त्याम् अस्ति तत्र विशेषणविशेष्यभावः अस्ति वा अथवा वैयधिकरणीयम् अस्ति वा इति तत्र प्रश्नः तत्र तु अभ्यस्ती भविष्यतः ह्वेः यद् ह्वे धातुः यस्य अभ्यस्तं भवति तस्य सम्प्रसारणम् इति अवगन्तव्यं वा इति प्रश्नः अभ्यस्ती भविष्यतः ह्वेः इति अवगन्तव्यं वा अथवा तत्र ह्वेः इत्यस्य विशेषणम् अभ्यस्ती भविष्यतः इति अस्ति वा इत्येव प्रश्नः अवगतः किल आमाम् अत्र तत्र द्वित्वं भवति इदानीं तत्र ह्वे इति अस्ति वा इदानीं तत्र सामान्यतः किमस्ति ह्वा इति भवति खलु आदेशे उपदेशात् इति ह्वा ह्वा इति भवति चेत् तत्र सम्प्रसारणद्वयमस्ति इदानीं ह्वा इति अभ्यासस्य अपि अस्ति अभ्यस्तस्य अपि अस्ति कस्य सम्प्रसारणं भवति प्रश्नः भवति तर्हि द्वितीयस्य एव सम्प्रसारणं भवति न सम्प्रसारणे सम्प्रसारणम् अतः तत्र आहूयते इत्येव भवति अनिष्टरूपं जाहूयते इति भवेत् अन्यथा अतः प्रायः सत्यम् तदेव एवं च न सम्प्रसारण सम्प्रसार इत्यनेन अभ्यासस्य सम्प्रसारणं न स्यात् इति उक्तं खलु अतः सत्यं तत् निवारणार्थमेव एतादृशचिन्तनं अतः सूत्रार्थः कः इत्युक्ते अभ्यस्तस्य यः ह्वे धातुः न तु ह्वः अभ्यस्तस्य इति तत्र अभ्यस्तस्य यः ह्वे धातुः अस्ति तस्य इदानीं सम्प्रसारणं भवति अभ्यस्तस्य कः ह्वे धातुः इत्युक्ते तस्य कारणम् इति अर्थः भवति यद्यपि तत्र समान विभक्तिकत्वम् अस्ति तदापि तस्य अर्थः कारणम् इति अभ्यस्तस्य कारणं यः ह्वे धातुः तादृश के ह्वे धातोः इदानीं द्वित्वकार्यं भवति इत्युक्ते किं तत्र अभ्यासक तत्र सम्प्रसारणं पूर्वमेव भवेत् इत्येव ह्वे धातोः द्विर्वचनात् प्रागेव सम्प्रसारणं भवति इति महाभाष्य अनुसृत्य तत्र काशिका अपि वदति सः तत्र किमस्ति अत्र व्याकरण किमस्ति व्याख्यानात् विशेष प्रतिपत्तिः प्रतिपत्तिः तथैव अत्र अस्माकं कृते अत्र वः अभ्यस्तस्य इति विशेषविशेष अपि तत्र तदपि वयं स्वीकर्तुं शक्नुमः खलु तत्र परन्तु व्याख्यानात् एव वयं गन्तुं शक्नुमः अवगन्तुं शक्नुमः एतत् नास्ति तत्र करणस्य एव भवति अतः पूर्वमेव करणीयम् इति सत्यम् अतः तत् तञ्च यत्र अभ्यस्तसंज्ञा सम्भवति तत्र द्वित्वात् प्रागेव सम्प्रसारणं क्रियते प्रथमं सम्प्रसारणम् अनन्तरं अत्र द्वित्वकार्यम् अरुणा भगिनि प्रश्नः उदेति तस्मात् भगिनि प्रश्नः उदेति यत् ह्वे धातोः एजन्तत्वात् तस्य आदेश उपदेशयिष्यति इच्छति इदनेन आत्तं भवति किम् अवश्यं भवति पञ्जन्यवत् भवति तस्य फलं नास्ति इति कारणतः न प्रदर्श्यते किन्तु भवति भवति आत्मस्य अनैमित्तिकत्वात् सम्प्रसारणं प्रागेव ओके वयं जानीमः एकङ्कदातवः सर्वे आदेशः भवति सूत्रमस्ति आदेशः उपदेशे रशिति इति सूत्रेण अत्र प्रश्नः अस्ति तत् भवति सूत्रं प्रसक्तिः अस्ति वा न इति प्रश्नः पर्जन्यवत् इति भवति किं भवति इति चेत् अहं सम्प्रसारणं प्रागेव आत्मं भवति हे दातु तदेव सत्यं तदपि तदपि भवति पर्जन्यवत् तस्य तत् भवति वा न वा इति प्रश्नः अस्ति भवति एव ह्वे इति सम्प्रसारणात् पूर्वमेव आत्वं भवति तस्य तु निमित्तं किमपि नास्ति किल सः तस्य कार्यं तत् करोति अग्रे अपि भवति हे धातोर् एकाचो हलादेः क्रियासमभिहारय्य हे योगः यम् आदेश उपदेशिति इतिनेन एच् आत्वं फा योगय अभ्यस्तस्य च इति सूत्रं सम्प्रसारणं हा उ आ योगय सम्प्रसारणम् इति सूत्रेण उकार आकार मध्ये पूर्वपरयोः पूर्वरूपं भवति हू युवयः हलः इत्यनेन अङ्ग अवयवात् हलः यदुत्तरं सम्प्रसारण तदन्तस्य अङ्गस्य दीर्घादेशः भवति हू योगहाय अकृत्सार्वधातुकयोर्दीर्घः इत्यनेन अजन्त अङ्गस्य दीर्घादेशो भवति यकाराधिपत्ये परे हू यवय दित्त अभ्यासकार्यम् जुहु युगय गुणो यङ् लुखो इदनेन अभ्यस्तगुण भवति यङि जोहूय इति यङन्तधातुः ओके अत्र हे धातोः यङन्तरूपप्रक्रिया दत्ता पदमं हे एजन्तधातु अतः धातोरेकाचो हलादेविषये समाविहार इत्यनेन यङ् विधीयते यङ् आदेश उपदेशेन हे धातोः आत्वं भवति प्रथमं तदेव हा युवय अभ्यासस्य इत्यनेन सम्प्रसारणं भवति अत्र सम्प्रसारणात् च इत्यनेन द्वितीयवकारस्थाने सम्प्रसारणं भवति हा उ आ युवय सम्प्रसारणाच्च इत्यनेन ओ आ मध्ये पूर्वरूपम् एकपूर्वरूपम् एकं भवति हु युवय अधुना हलः इति सूत्रेण अभ्यस्त अङ्ग अवस्था अव्यवात् हलः उत्तरं सम्प्रसारणं वर्ण अस्ति चेत् तस्य दीर्घादेशो भवति हू भवति हू य अकृत्सार्वधातुकयोर्दीर्घः इत्यनेन अजन्ताङ्गस्य दीर्घ आदेशः भवति हु हूय भवति दित्व अभ्यासकार्यं हूस्थाने प्रथमं झकारं प्रणझकार आगच्छति तत् छुत्वं जुः योगय कणो यङ् लुखि गुणो यङ् लुखि सूत्रेण जु अत्र जो भवति जो हूय इति यङ्गन्तधातु जो जो जो हूयते इति रूपं निष्पन्नं भवति अतः तत्र सम्प्रसारणाच्च इत्यनेन प्रथमं सम्प्रसारणम् अनन्तरं द्वित्वकार्यम् धन्यवादः आम् उषा भगिनी पुनरेकवारं वदतु भगिनी समानादिकरण्यं भवेत् चेत् तत्र अथवा वैयदिकरणे कृते समानादिवर कृते अभ्यस्तसंज्ञायाम् उपजातायां सम्प्रसारणं स्यात् वाट् डस् देट् मीन् भगिनी समानादिकरण्यं वर्तते चेत् विशेषणविशेषभावः इति भावयामि चेत् अभ्यस्तस्य हुवः देन् अभ्यस्तसंज्ञायाम् उपजातायां वाट् इस् उपजातायाम् उपजाति इति कृते देन् उपजातायां जातायाम् इति उपजाता अभवत् उपजातः क्रिये इट् गोट् इट्स् नेम् अभ्यस्त इति तदा ओ उपजातायाम् इति इति द्युतं भवति खलु इदानीं तदा एव इदानीम् अभ्यस्त अस्ति अभ्यस्तस्य एव भवति ओ उपजातायाम् इति देट् विच् गाट् द अभ्यस्तसंज्ञा ओके अभ्यस्तज्ञा परन्तु तत्र सम्प्रसारण इत्यनेन अभ्यस्तस्य एव भवति तत्र इदानीं सम्प्रसारणद्वयमस्ति खलु अभ्यासस्य क्वा इत्यस्य अपि च अनन्तरं द्वितीयस्य अपि खलु तत्र कस्य भवति इति प्रश्नः दत्तः अत्र दत्तमस्ति तादृशं क्व इति भवति किल तदेव तदा इदानीं तत्र भ्रमः भवति कस्य सम्प्रसारणं करणीयं सम्प्रसारणं भवति तत् नियमः अस्ति खलु तदपि द्वितीय एव भवति द्वितीयस्य एव भवति तदा एव अवगतं किल भगिनि आम् आं भगिनि महोदय स्लोलि मन्दं मन्दं वदतु महोदय कान्ट्रोवर्सि धन्यवादः अभ्यस्तस्य क्वः इति अस्ति इदानीं तत्र किमस्ति अत्र पूर्वं भवति वा अनन्तरं भवति वा इति प्रश्नः इदानीं पूर्वं अनन्तरं भवति किं भवति साम् इदानीं द्युत्तं भवति क्षम्यतां ह्वा इति भवति आदेशे उपदेशे अचिति इत्यनेन ह्वा इति भवति इदानीं ह्वा ह्वा इति भवति इदानीं सूत्रमस्ति अभ्यस्तस्य इति अस्ति इदानीं सम्प्रसारणमिति अस्ति खलु ह्वः अभ्यस्तस्य इति इदानीं उभे अभ्यस्तं खलु ह्वा ह्वा इति अभ्यस्तम् अस्ति इदानीं तत्र सम्प्रसारणं भवति कस्य सम्प्रसारणं भवति तस्य नियमः अस्ति न सम्प्रसारणे सम्प्रसारणमिति तर्हि तत्र अभ्यासस्य न भवति द्वितीयस्य एव भवति खलु ह्वा इत्यस्य एव द्वितीय ह्वा ह्वा इत्यस्य ह्वाहु इति भवति अनन्तरं हाहु जाहु जाहूयते इति भवति अतः तत्र सम्प्रसारणं पूर्वं कर्तव्यं तत्र सूत्रे तादृश स्पष्टता नास्ति खलु तत्र वयं तत्र षष्टि विशेषणस्य इति स्वीकर्तुं शक्नुमः तादृश यदि तादृश स्वीकुर्मः चेत् तत्र अनिष्टरूपं भवति अतः व्याख्यानं द्रष्टव्याख्यानतः विशेषप्रतिपत्तिः इति तत्र परिभाषा अस्ति खलु अनेन वयं कारणम् इति स्वीकृत्य तत्र अग्रे गन्तव्यम् अभ्यस्तस्य कः मेधातुः इत्युक्ते कारणम् इति स्वीकृत्य तत्र अग्रे गन्तव्यं न तु विशेषणविशेषभावः अपि च तत्र सामान्यतः यद्यपि तत्र भ्रमः भवति चेदपि सम्यक् नास्ति चेदपि सूत्रे व्याख्यानकार कथमपि पाणिनेः मतं किमपि अन्य मार्गम् अनुसृत्य पाणिनेः मतं तत्र मतं किं करोति स्पष्टीकरोति स्पष्टीकुर्वन्ति खलु किमपि तत्र तादृश अस्ति अस्माकं तत्र कोऽपि उक्तवान् आसीत् अहं पूर्वं पृष्टवान् श्रुतवान् आसीत् एकवैयाकरण अस्माकं तादृशपरम्परा अस्ति, कस्यापि गुरोः तत्र सः सम्यक् नास्ति, एतत् सम्यक् नास्ति, सः सम्यक् न लिखितवान् इति तादृश न वदामः. परन्तु पाश्चात्यः न तादृश न सन्ति, तत्र ते वदन्ति ये सम्यक् नास्ति इति, तत् तादृश अस्ति, तदेव अस्माकम् अपि च पाश्चात्यानां भेदः इति भेदः. सत्यं सत्यम्. सः तु साधितवान् एव किल, तस्य मनसि किम् आसीत् इति वयं तु न जानीमः, परन्तु आम् तद् साधनीयमेव अस्माकं कर्म भवति, न तु तस्य दोष दोषान्वेषणमपि तस्य तस्य किमस्ति अत्र तदेव करणीयम् इति निरूपणीयमपि. आम् सत्यं सत्यं, तत्तु सत्यम्. आम् आम् अग्रे भगिनि. इकारान्तानाम् ईकारान्तानां च धातूनां यङन्तधातु सिद्धिः सामान्यधातवः यङ् प्रत्ययस्य ङित्वात् गुणनिषेधः. सार्वधातुक आर्धधातुकयोः वयं जानीमः इगन्त अङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्ययपरे. अनुवृत्तिसहितसूत्रम् इकः अङ्गस्य गुणः सार्वधातुक आर्धधातुकयोः. ङिति च अपि वयं जानीमः अनुवृत्तिसहितसूत्रं तिति ङिति च इकः गुणवृद्धि न यः प्रत्ययः गित् अथवा कित् अथवा ङित्. देन् यङ् प्रत्ययः यकारादिकी. कृत् सार्वधातुकयोः भिन्नः, अतः इकारान्तधातूनां दीर्घ आदेशः भवति. अकृत् सार्वधातुकयो दीर्घः इत्यनेन अजन्त अङ्गस्य दीर्घादेशः भवति. कृत् भिन्न सार्वधातुकभिन्न यकारादिप्रत्यये परे. अकृत् असार्वधातुक. तदा विशिष्ट अभ्यासकार्ये गुणो यङ्लुकोः इत्यनेन अभ्यासस्य गुणः यङ्गी परे. घि इति धातु धातोः एकाचो हलादेः क्रियासमभिहारे यङ् इत्यनेन यङ् प्रत्ययः विधीयते. एकाच् धातु सार्वधातुक अर्धधातुकयोः इत्यनेन गुण आदेशः. कितिङ् इति ङिति च इत्यनेन गुणनिषेधः अपि यङ् ङित् अस्ति. जीयोगः य इति कृते अकृतसार्वधातुकयोः दीर्घः इत्यनेन अजन्त अङ्गस्य दीर्घादेशः भवति. जीयोगः य इति कृते द्वित्वसामान्य अभ्यासकार्यं जि अपि जि झि इति भवति ह्रस्वः इत्यनेन जि झि भवति. जिघीयोगः य इति कृत् यङ् यङ् प्रत्ययः गुणो यङ् लुकोः इत्यनेन अभ्यासस्य गुणः अभ्यासस्य सो जे जीय इति भवति. जे जीय इति यङन्तधातुः जे जीयते. अथो गुणे इत्यनेन पूर्वपरयोः स्थाने पररूपम् एकादेशः. वेर् इस् वाट् इस् अथो गुणे नीड् हियर् भगिनि? अथो गुणे जे जीय आगच्छति किल मध्ये. ओके आमामामामामां शप् प्रथमं विधीयते. आमां कर्तरि इत्यनेन या जे जीय योगः शप् योगः ते. आमाम् अथो गुणे इत्यनेन पूर्वपरयोः स्थाने पूर्वरूपम् एकादेशः जे जीयते. आमां भगिनि. एवमेव चि योगः यङ् गुणनिषेध. अनन्तरं यकार इत्यनेन चियोगः य. चियोगः य इति कृते अकृत् असार्वधातुकयो दीर्घः इत्यनेन यकारात् य प्रत्ययः. अकृत् नास्ति, सार्वधातुकं नास्ति इत्यनेन दीर्घः भवति. चि इति चि इति भवति चियोगः य. अनन्तरं द्वित्वकार्यं चि चि इति भवति. अनन्तरं ह्रस्वः इत्यनेन चि चि योगः य. गुणो यङ् लुकोः इति सूत्रमस्ति, विशेषकार्यं यङ् यङ् कृते अभ्यासस्य गुणः यङि सो चे चीय इति यङ्गन्तधातुः चे चीय योगः शप् योगः ते इति कृते लटिरूपं चे चीयते इति रूपं तथा एव की इति स्थिते अकृतसार्वधातुकयोः दीर्घः इत्यनेन दीर्घ अनन्तरं द्वित्वं की की इति कृते चोः कुः अपि कार्यं करोति द्वित्वकार्यं चोः कुः इत्यनेन ची कुहोश्चुः अकुहोश्चुः दट् वार् ऐ वास् ओके कुहोश्चुः बिकास् ऐ नो द रिसल्ट् शुड् बि ची बट् इट् इस् अस्तु भगिनि कुहोश्चुः कुहोश्चुः इति कार्यमस्ति द्वित्वकार्यम् इत्यनेन चुत्वं भवति ची इति ची भवति ची की इति भवति अनन्तरं ह्रस्वः चि चि इति भवति चिकीयोगः यकारः गुणोयङ्लुकोः अभ्यासस्य गुणः भवति अभ्यासस्य गुणः भवति चेकीय इति भवति शप् अनन्तरं ते अतो गुणे चेकीयते इति भवति चेकीयते इति लटिरूप सम्यक् चेकीयते चेचीयते वयम् इकारात् तस्य तत्र विशिष्टसूत्रमिति किमपि नास्ति यत् गुणः सम्भवति तस्य बाधा गुणादेशः गुणस्य बाधा तावदेव गुणनिषेधः तावदेव धन्यवादः सार्वधातुकयो अनन्तरं गुणोयङ्लुकोः ओके ऐ डोण्ट् से दट् सो मेनि टैम्स् भगिनि ऐ डोण्ट् ऐ नो ऐ विल् बोर् न न न न भगिनि अवश्यमेव तद् प्रक्रिया वदन यदा वारं वारं वदामः तदा एव तदा यदा चोः कुः इति उक्तवती तदा अहमपि अनन्तरं किमपि दोषः किल कः दोषः सूत्रं किम् इति एकनिमिषं तद् वारं वारं यदा वदामः तदा एव आगच्छति परिणामः तु वयं जानीमः परन्तु सूत्रं सर्वदा तद् मनसि न तिष्ठति किल तद् वारं वारं वदामः तदा एव तत्र जी धातुः जी जये खलु जये खलु जयति तत्र अहं चिन्तितवान् तत्र ऐ पि एल् स्पर्धायां चेन्नै सुपर् किङ्ग् अजय जीयत इति वारं वारं तत्र ओ एवं वा जय जीयत जय जीय अजय जीयत लङ्लकारे लङ् अजय जीयत अथवा जे जीयते इति भवति तत्र एलेक्षन् इत्यस्य कः शब्दः भवति एलेक्षन् इत्यस्य चेन्नै सुपर् किङ्ग्स् न न मतदानः तदेव वा हिन्दी प्रयोगः एव मतदान एव खलु मतदान न जानामि पुनः पुनः अन्नाम्नेया इत्यस्य तु जे जीयते इति न आगच्छति किल पुनः पुनः इत्युक्ते मोडी महोदयस्य अन्नामलै जेजीयते इति मम जेजीयतालिङ्गकारे खलु प्रायः सम्भावना मोडी महोदयः जे जीयते आम् सत्यम् key is to collect and key is chiki is to do the chikitsa to help out her chikitsa ityateva asmakam tatra asmakam ashtadhyayi.com asti kila तादृशं साहित्यस्य कृते अपि केनापि महोदयेन निर्माणं कृतवान् दृष्टवन्तः वा? आमां बहु सम्यक् अस्ति, बहु सम्यक् अस्ति तद्, एतादृशमेव अस्ति तद्। हा, उक्तवान्, लिखितवान् आसीत् तत्र निलेशमहोदयस्य यद् टेक्नालजि आसीत् तदेव स्वीकृत्य साकं तत्र सः वार्तालापमपि कृतवान्, सः सजेशन् अपि दत्तवान् इति लिखितवान् आसीत्। अशुतोष् किमपि तस्य नाम महाराष्ट्रीय एव। ओ सम्यक्, सम्यक् अस्ति, बहु सम्यक् अस्ति। तत्र किमपि समासः किमपि तत्र योजयति चेत् इतोपि लाभाय योजयिष्यति इति सः उक्तवान् अग्रे आय योजयामि इति अन्यान्। तद् सम्यक् भवति, आरम्भ एव खलु तत्र, छन्दसः विषयः अस्ति, अनन्तरं तत्र पदविभागः, अर्थः सम्यक् अस्ति, बहु सम्यक् तत्र सन्धिसुलभरीत्या भवति, भवितुमर्हति खलु तत्र, अस्ति खलु तत्र सन्धेः अन्ये वेब्सैट् अस्ति, तत्र स्वीकृत्य कर्तुं शक्यते कोलाबरेट् कृत्वा। सत्य, समासः अस्ति चेत् सम्यक् भवति इतोपि, तत्र तत् कुमारसम्भवस्य सर्वं योजितवान् तत्र, तादृशेषु स्थलेषु तत्र समासः अस्ति चेत् बहु लाभाय भवति, सम्यक् अस्ति। की इति भगिनी, की ज्ञाने इति अस्ति जुहोत्यादिगणः, चिकेति, चिकेति इति रूपम्, टु नो टु अण्डर्स्टाण्ड् इति अर्थः। अस्तु महोदय, भवतः क्रमः एव, ईकारान्तदातु, ईकारान्तदातुः चेदपि तर्जन्यवत् दीर्घादेशः भवति, नियोग यङ् अकृत्सार्वदातकयो दीर्घः इत्यनेन अजन्त अङ्गस्य दीर्घादेशः, नियोगय द्वित्वसामान्य अभ्यासकार्यं तत्र नीय इति तत्र नीनीय अनन्तरं तत्र नीनीय अनन्तरं गुणो यङ्लुकोः इत्यनेन नेनीय गुणः तत्र यङन्तधातुः नेनीय इति अस्ति, नेनीययोग शप् योगते नेनीयते इति रूपं भवति। एवमेव क्री धातु अस्ति, तत्रापि अकृत्सार्ध क्री क्री इति भवति, अनन्तरं की क्री इति भवति, अनन्तरं ची क्री इति भवति, चेक्री चेक्रीय इति धातुः, चेक्रियते चेक्रियते चेक्रियन्ते इति, क्री धातु क्रीणाति खलु, क्रीणाति क्री तत्र जनाः जनाः दूरवाणीयन्त्रं चेक्रियन्ते, सत्यं वारं वारम् आपल् इति किमपि आगतं वा, 15, 16, 17 किमपि आगतं वा इदानीं, तद् चेक्रियते एव, चेक्रियन्ते, सत्यं सम्यक् दीर्घः इति वयं जानीमः, तत्र अचः अङ्गस्य दीर्घः ई अकृत् सार्धातुकयोः इति सूत्रं वयं दृष्टवन्तः खलु, तत्र वयं जानीमः अग्रे गुणयङ्गुः, हा शीङ् धातुः अस्तु, शीङ् धातुः अस्ति, शीङ् धातोः अयङ् ई निति इत्यनेन शीङ् धातोः अय आदेशः भवति, यकारादि कित् नित् प्रत्यये परे, तदा द्वित्वसामान्य अभ्यासानन्तरं दीर्घोकितः इत्यनेन अकित् अभ्यासस्य दीर्घादेशः भवति यङि परे, यथा शीयोग यङ् इति अस्ति, इदानीं इदानीं तत्र अयङ् ई इति इत्यनेन तत्र ईकारस्य स्थाने अय आदेशः भवति, तर्हि तत्र शै इति भवति, शैयोग य, इदानीं शय इति अस्ति, द्वित्त भवति इदानीं तत्र, द्वित्तं भवति शय इति तत्र, अनन्तरं दीर्घोकितः इत्यनेन अकित् अभ्यासस्य दीर्घादेशः शाशय्य इति, शाशय इति अन्यन्तदातुः, अनन्तरं शपः, अनन्तरम् अतो गुणे शाशय्यते, शासयति इत्यनेन तत्र शासयति इति रूपं दीर्घोकितः अङ्गस्य अकितः अभ्यासस्य दीर्घः यङ्लुकोः यङ्गी अपि यङ्लुकी तत्र अभ्यासस्य दीर्घः भवति इति अस्ति अकित् अकितः अयङ्ीङिति इति सूत्रमस्ति शीङ् धातोः अय आदेशः भवति यकारादि कित् नित् प्रत्यये परे अयङ् इत्यस्मिन् नकारस्य इत्संज्ञा यकारोत्तरवर्ति अकारश्च उच्चारणार्थः ककार च नकार च कौ तौ इतौ यस्य सः कित् द्वन्द्वगर्भबहुव्रीः तस्मिन् निति अयङ् प्रथमान्तम् ईति सप्तमन्तम् निति सप्तमन्तं त्रिपितपितं सूत्रं शीङ्गः सारदातके गुणः इत्यस्मात् शीङ् इत्यस्य अनुवृत्तिः अङ्गस्य अधिकारः अनुवित सूत्रमस्ति शीङ्गः अङ्गस्य अयङ् ई किति किति कि इति इति अयङ् आदेशः तत्र कित्नित् यकारादि प्रत्यये परे अयङ्गादेशः भवति शीङ् धातोः शीङ् इति अङ्गस्य इति भवति तत् अङ्गकार्यमस्ति अतः अयङ् अतः इकारस्य स्थाने अलोन्तस्य इत्यनेन तत्र अलोन्तस्य निच्च इत्यनेन तत्र अन्तिमाल्यस्थाने भवति इति अग्रे दत्तमस्ति निच्च इति सूत्रं निच्च अन्त्यस्य अलः स्थाने अत्र अय अयङ् इति अस्ति अयङ् इति अत्र अनेकाल अस्ति इति कृत्वा तत्र तत्र अयङ् इति नित् आरोप अत्र नित् योजितमस्ति अन्यथा सम्पूर्णस्य स्थाने स्यात् अनेकालसि सर्वस्य वयं जानीमः अकृत् सार्वधातुकयोः दीर्घः इत्यस्य बाधकसूत्रं वा 7425 अकृत् सार्वधातुकयोः एतत् 22 अकृत् सार्वधातुकदीर्घः भवति चेत् दीर्घः भवति चेदपि तत्र भवति एव खलु तत्र अजन्ताङ्गस्य दीर्घादेशः भवति इति अस्ति अजन्ताङ्गं शी इति एतत् अपवादसूत्रम् अथवा एतत् नित्यसूत्रमपि कर्तुं शक्यते एतत्तु अनन्तरमपि भवति परन्तु यथा शय इति भवति चेत् न भवति महति खलु तत्र न भवति तदा न भवति परन्तु शीङ् धातोः अयङ्गादेशः भवति यकारादि कित्ङित् प्रत्यये परे तत्र तु अजन्ताङ्गस्य दीर्घादेशः भवति कृत् भिन्न यकारादि प्रत्यये परे इति सामान्यमेव 7425 अस्ति परसूत्रमस्ति यदा सूत्रसङ्ख्या दृष्ट्या पश्यामः चेत् परसूत्रमस्ति प्रायः नित्यमस्ति एतत् अयङ्गीतः अयङ् इति नित्यं भवति खलु तत्र शी इति इदानीं शी इत्यस्य दीर्घः भवति चेदपि अयङ् इति भवितुमर्हति खलु तत्र शी योग यङ् इति अति दीर्घः भवति शी य इति भवति परन्तु इदानीम् अयङ् इति भवति परन्तु यदा अयङ् भवति चेत् तत्र इदानीं पुनः दीर्घः न भवितुमर्हति खलु तत्र शी इति तत्र अकृसादि दीर्घः इति न भवितुमर्हति खलु तत्र अयङ् आदेशः भवति चेत् अतः यद्यपि पूर्वसूत्रमस्ति तत्र नित्यसूत्रमस्ति इति कृत्वा भवति वा तादृशं पश्यामः नित्यसूत्रम् अस्ति चेत् तत्र सर्वदा तस्य विषये लिखन्ति एव पश्यामः 7422 किल किमर्थं तत्र न कारादि काशिका किं वदति यकारादि ङिति प्रत्यये परतः शीङ्गस्य अयङ् इत्ययम् आदेशः भवति शय्यते शासयते ईति किम् इति किं तावदेव वा अत्र यद्यपि कृतमस्ति चेदपि तत्र क्लेशः नास्ति खलु अनन्तरम् एतत् कर्तुं शक्यते खलु अतः तत्र किमपि कृत्वा प्रायः तस्यापि तस्यापि अवसरः प्रायः स्यात् खलु तत्र यदा ई भवति दीर्घः भवति पुनः तस्य अयङ् इत्यस्य कार्यं भवति एव अतः किमपि क्लेशः नास्ति इति कृत्वा तादृशचिन्तनं आवश्यकं प्रायः परत्वात् तत्र अस्ति महोदय पदमञ्जर्यां शय्यत इति यक् शाशय्यत इति यङ् परत्वात् नित्यत्वात् अयङ्गादेशे कृते द्विर्वचनम् नित्यसूत्रमस्ति. नित्यत्वात् इति स्वीकर्तुं शक्यते, परत्वात् इति तु न, तदेव परं किल, अकृत्सार्वधातुकयोः इत्येव परसूत्रम् अस्ति. तत्र किं, तत्र किमपि नित्यत्वात् नित्यत्वात् एव करणीयं खलु, नित्यसूत्रमस्ति खलु, कृतप्रसङ्गी नित्यं प्रायः तदेव सम्यक्. समीचीनं, धन्यवादः महोदय. अरुणा भगिनी, श्वी धातु. आं भगिनि, श्वी धातु विभाषा श्वेः इत्यनेन श्री धातोः विकल्पेन सम्प्रसारणं यङि परे. सम्प्रसारणपक्षे श्री योपयान् विभाषा स्वेः इत्यनेन द्युक्तं भवति. वकारस्थाने उकार शु आगच्छति. श्रूयोय हलः इत्यनेन अङ्ग अवयवात् हलः यदुत्तरं सम्प्रसारणं तदन्तस्य अङ्गस्य दीर्घ आदेशः सु भवति. सुयोगय अकृत्तसार्वधातुकयो दीर्घः इत्यनेन अजन्ताङ्गस्य दीर्घादेशो भवति. कृत् भिन्न सार्वधातुकभिन्न यकारादिप्रत्ययपरे सुय द्वितीयसामान्य अभ्यासकारणं सुषु य गुणो यङ् लुक् इत्यनेन गुणं अभ्यासस्य गुणः भवति. शोषूय इति यङ्गन्तधातु ही शोषूय इति शोषूयते इति धातु यङ्गन्त तिङ्कृत्यान्तर्यान् श्री धातु तत्र नूतनसूत्रमस्ति विभाषा स्वेः इत्यनेन श्री धातु परतः यङ् अस्ति चेत् विकल्पेन सम्प्रसारणं भवति. अत्र प्रक्रिया अस्ति सम्प्रसारणपक्षे प्रथमं श्री युग यङ् विभाषा स्वेः इत्यनेन सम्प्रसारणं भूत्वा श्रूयुगय हलः इत्यनेन सम्प्रसारण हलः तत् उत्तरं सम्प्रसारणम् अस्ति चेत् दीर्घ आदेशः भवति. सुया भवति अकृत्सार्वधातुकयो दीर्घः इत्यनेन अजन्ताङ्गस्य दीर्घादेशो कृत् भिन्न सार्वधातुक कार्यादि प्रत्ययपरे विजानीमयम् इति कृत् नास्ति, कृत् भिन्नः अस्ति. श्रूयुगय दीर्थप्रकरणं पदमं श्रू भवति तदन्तर हलः इत्यनेन ह्रस्वः इति सूचेन ह्रस्व भवति अभ्यासस्य. अस्तु, सुयोय गुणो यङ् लुकोः इत्यनेन गुण अभ्यासस्य वर्णस्य गुणः भवति. सो सूय इति अत्र के धातुः आत्मनेपदे अस्ति. सो श्रूयते इति रूपं सम्प्रसारे. भगिनि एकः प्रश्नः, स्वीयं विभाषे स्वेः इत्यनेन किमत्र इ किं भवति भगिनि? ओ तदेव सम्प्रसारण तदेव तद् त्यक्तमारणे सम्प्रसारणं वकारस्य एव सम्प्रसारणं किल उकारः. अनन्तरम् इकारः सम्प्रसारणाच्च पूर्वपरयोः स्थाने पूर्वरूपादेशः तद् त्यक्तं, तद् अतः एव भ्रमः भवति. तद् श्रू ई य सम्प्रसारणाच्च पूर्वरूपादेशः शूय इति भवेत् सम्प्रसारणे पक्षे श्री यको यङ् अकुट् सार्वधातकयोः दीर्घ इत्यनेन अजन्ताङ्गस्य दीर्घ आदेशः स्वीयोगाय द्वित्वसामान्य अभ्यासकार्यं श्री श्री तदनन्तरं गुणो यं लुकते अभ्यासस्य इकारः गुणः भवति शेष्वीय शेषीय इति यङ्गन्तधातुः अत्र सम्प्रसारणपक्षे द्वित्वं न संस्थानकार्यं न भवति श्री श्री एव अवशिष्यते तत्र तु श्री श्री इति तत्र हलः सर्वं भवति विभाषा श्री धातोः विकल्पेन सम्प्रसारणं भवति लिटि यङि च लकार अपि श्रायते सम्प्रसारणं वा स्यात् लिटि यङि च विभाषापदमान्तं स्वेहे षष्ठ्यन्त्यं द्विपदमिदं सूत्रं शङ्गः सम्प्रसारणम् इत्यस्मात् सम्प्रसारणम् इत्यस्य अनुवृत्तिः लिङ्गो च इत्यनेन लिङ्गो इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं स्वेहे विभाषा सम्प्रसारणं लिङ्गोः इदं जानीमः अत्र विभाषा स्वेतनेन स्वीधातु सम्प्रसारणं विकल्पेन भवति गुणो यङ्लुकोः सूत्रम् अभ्यासस्य गुणः भवति यङ्गि यङ्लुक्कि च यङ् च लुक् च यङ्लुकौ इत्येतद्वन्द्वः तयोः यङ्लुकोः गुणप्रथमान्तं यङ्लुकोः सप्तम्यन्तं द्विपदमिदं सूत्रम् अर्थ लोपो अभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः अङ्गस्य इति अधिकारः अनुवृत्तिचेतसूत्रम् अङ्गस्य अभ्यासस्य गुण यङ्लुकोः पूर्वमपि स पठितवती गुणो यङ् लुकति अत्र अभ्यासस्य इक्वर्णस्य गुणो भवति यङ् यङ् लुकि अपि द्वयोः प्रत्यये समये अनुवचितम् अङ्गस्य अभ्यासस्य गुणः यङ् लुकोः तत्र विभाषा इति विभाषा श्वेः इति 6130 ह्वः सम्प्रसारणं 6132 6-1 इत्यत्र एव अस्ति सर्वम् इति धातोरनभ्यासस्य संयङ्गोः श्लौ चङ्गि श्यङ्गः सम्प्रसारणं वचिस्वपि अजादिनं तदेव 6114 वचिस्वपि अजादीनां 6116 क्षम्यतां 6115 वचिस्वपि 6116 इति ग्रहीज्य अनन्तरम् अस्माकं स्वापेश्चङ्गि इति अपि दृष्टवन्तः किल 6118 स्वपि स्यमि व्ययां यङि तदपि दृष्टवन्तः 6119 तत्र अग्र विभाषा श्वेः इति 6130 तत्रैव अस्ति सर्वम् अभ्यस्तस्य च इति 6133 अग्रे आगच्छति तदपि धन्यवादः तत्रैव तत्र कार्याणि अपि तत्रैव 6137 मध्ये न सम्प्रसारणे सम्प्रसारणं सर्वम् अत्रैव अस्ति 6-1 इति अस्माकं सप्रसारणसूत्राणि उभे अपि अस्ति चक्षुद्यादे आं भगिनी उषा भगिनी उकारान्त ऊकारान्तान् उकारान्तानाम् ऊकारान्तानां च धातूनां यङन्तधातुसिद्धिः सामान्यधातवः यङ् प्रत्ययस्य ङित्वात् गुणनिषेधः सार्वधातुकार्धधातुकयोः कितिङ् इति च वयं जानीमः. यङ् प्रत्ययः यकारादिः कृत्वसार्वधातुकयोः भिन्नः, अतः उकारान्तधातूनां दीर्घादेशः भवति. अकृत्सार्वधातुकयोः दीर्घः इत्यनेन अजन्ताङ्गानां दीर्घादेशः भवति. कृत् भिन्न सार्वधातुकभिन्न यकारादिप्रत्ययः पर तदा विशिष्ट अभ्यासकार्ये गुणो यङ्लुकोः इत्यनेन अभ्यासस्य गुणः यङ्गी परे. हू धातुः उकारान्तधातु धातोः एकाचो हलादेः क्रियासमभिकारे यङ् इत्यनेन यङ् प्रत्ययः आयाति. हूयोगः यङ् सार्वधातुक आर्धधातुकयोः गुणनिषेध गुण अपि च गुणनिषेध. हू योगः य अकृत्सार्वधातुकयोः दीर्घः इत्यनेन दीर्घादेशः भवति. हू योगः य हू योगद्वित्व अभ्यासकार्यम् अनन्तरम् अभ्यासस्य अभ्यासे चर्चा अपि आयाति. सो द्यु ह्रस्व अभ्यासे चर्चा न हकार सो चोः नो कुहोषुः एव कुहोषुः अनन्तरम् अभ्यासे चर्चा अपि जुहूयोगः यकार गुणो यङ्लुकोः जोहूय इति जोहूय इति यङ्गन्तधातुः जोहूय योगः ते अथो गुणे ओके शप् अनन्तरम् अथो गुणे जोहूयते इति भवति. ओके ऊकारान्तधातुः चेदपि पर्जन्यवत् दीर्घादेशः भवति. भूयोगः यङ् अकृत् सार्वधातुक सार्वधातुकयोः दीर्घः इत्यनेन अजन्त अङ्गस्य दीर्घादेशः. भूयोगः य द्वित्वसामान्य अभ्यासकार्यं बुभू भवति. तत्रापि अभ्यासे चर्चा बुभू योगः य गुणो यङ्लुकोः इत्यनेन अभ्यासस्य गुणः यङ्गी. भो भूय इति यङ्गन्तधातुः भो भूयते इति भवति. भगिनि इन् द पूर्व थिङ्ग् दट् श्वी विभाषाश्वेः इत्यनेन सम्प्रसारणं तत् सम्प्रसारण विपक्षे सो अकृत् सार्वधातुकयोः इत्यनेन अजन्ताङ्गस्य दीर्घः श्वी श्वी श्वीय अभ्यासस्य कार्यं चिश्वी देन् यु सेट् सम्वेर् देन् देर् इस् दीर्घादेशः हलः हलः अपि आयाति हलादिशेषः हलः इति उक्तवती वा हलादिशेषः तत्र वकार आदि ओके ओके हलादिशेषः ओके ओके दीर्घहलः हलादिशेषः इति अनसि आसीत् प्रायः हलः इति हलादिशेषः अस्तु हलादिशेषः आम् आम् अस्तु तत्र हलः इत्यस्य भवति खलु न भवति वा यत् उत्तरस्य कृते सम्प्रसारण अन्तिम अस्ति तत्र भवति तदपि भवति खलु सम्प्रसारणस्य वा आम् तत्र शेषी यद्यपि अस्ति अकृसाधिक हलः इति अस्ति तत्र कस्य भवति इति वयं पूर्वम् एकवारं दृष्टवन्तः हलः इत्यस्य भवति तादृशचिन्तनम् आसीत् खलु तत्र द्वयमपि भवति इदानीं सो शी सो सामान्य शेष्वी इति अस्ति खलु शे क्षम्यतां तत्र यदि भवति शेषी शेषी एव खलु तत्र शीयोग या खलु तत्र हलः इति भवति खलु तत्र हलः इति कुत्र महोदय तत्र श्वी सम्प्रसारणं भवति तत्र वकारसम्प्रसारणं भवति इदानीं तत् अन्ते अस्ति खलु तत्र इदानीं शेषी तत्र तु हलः दत्तम् एव किल अङ्गावयवात् हलः फ्रम् दीर्घादेशः इति आदौ दीर्घः तत्र तस्मात् पूर्वमेव श्वी इति अत्र एव वदति किल महोदय भवान् आमामाम् तत्र तु आं भवति एव हलः अपि अकृत्सार्वदातुकमस्ति खलु भगिनि हलः शूयोः तत्र अनन्तरम् अकृत्सार्वदातुकयोः अपि द सेम् कार्यं सो परिवर्तनं नास्ति अत्र सो श्वीयोगः यङ् इति कृते अजन्त अङ्गस्य दीर्घादेशः अकृत्सार्वदातुकयोः इत्यनेन एव इत्यनेव आम् तत्र तु सम्प्रसारणं न भवत् किल अतः हलः अस्तु भगिनि अत्र न भवति अत्र किमस्ति आं महोदय भवान् एव कुडु दातु कुङ्ग् दातु कुडुना कुङ् दातु कुङ् दातुः शब्दे अस्तु शब्द शब्दे धातुपाठे त्रयः कू धातवः सन्ति भ्वादौ अदादौ सुधादौ च अदादौ सुधादौ च कू धातुः अस्ति उभयत्र यङीपरे साधारणरीत्या सामान्य अभ्यासकार्यमनुसृत्य कुहोस्यु इत्यनेन अभ्यासे कवर्गीयस्य स्थाने चवर्गीय आदेशः भवति कु योग यङ् इति अस्ति इदानीं कु कु चु कु इति तत्र दीर्घः भवति अक्षरदीर्घ इत्यनेन चुकु इति चोकूयते इति भव क्षम्यतां तत्र कोश्चुः इति तत्र चोकूयते भवेत् खलु चोकूयते इति स्यात् इदानीं अत्र परन्तु भ्वादौ अस्तु तत्र चोकु इति भवति चोकूयते इति भवति परन्तु भ्वादौ कु शब्दे इति धातोः कुत्वं न भवति इति अस्ति अत्र चुत्वं न भवति आं सत्यं कु कुङ् कुङ् खलु कुङ् इति अस्ति अत्र कुङ् धातुः अस्ति कु इति भवति तत्र कु योग यङ् अकसादीर्घ इत्यनेन कूय कु कुकूय क्षम्यतां कुकूय कुहोश्चुः इत्यनेन तत्र तत्र कवर्गस्य स्थाने चुत्वादेशः तदा न कवतेः यङि इत्यनेन तत्र चुत्वनिषेधः कुकु इत्येव भवति अत्र कुकु एव भवति न तु चुकु इति चोकूयते इति न भवति अतः गुणयोगः अनन्तरं कोकूयते इति कोकूयते काकः कोकूयते प्रातःकाले कोकूयते भुवादौ यदस्ति तस्यैव अदादौ तुदादौ तु भवति एव चोकूयते तत्र अदादिगणे कौ कौति खलु कौति भवति उतवृद्धि लुकि हलि कौति कु इत्यस्य कौति कुत्र भुवादौ कू धातौ अस्तु सूत्रं पठतु महोदय तत्र भुवादौ इति कुत्र लिखितम् इति न कवते इति रूपमस्ति खलु अतः प्रायः रूपस्य अनुसारेण कू धातुः अभ्यासस्य ककारस्य चित्वादेशः न भवति अङ्गीपरे न अव्ययं कवतेः षष्ट्यन्तं यङि सप्तम्यन्तं त्रिपदमिदं सूत्रम् अत्र लोपाभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः कुहोश्चुः इत्यस्मात् चु इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुसरितसूत्रमस्ति कवतेः अङ्गस्य अभ्यासस्य चुः न यङि इति अस्ति तर्हि अत्र तुदधिगणे किं भवति अत्र कुयोग शप् श खलु कु तत्रापि तत्र अदादौ कौति आत्मनेपदि एव तत्र तुदादौ कुवते कुवते कुवते कुवते इति तुदादौ कवते इति शप् खलु शप् इति अस्ति गुणः भवति को इति भवति अव इति कवते इति सत्यं कवते कौति किम् उक्तवती इदानीं तत्र कुवते कुवते कुवते कु एव किल अतः तत्र गुणः न भवति कुवते इति कुवते ओहो उवङ्गादेशः तत्र कु खलु उवङ्गादेशः कुयोगः आं सत्यम् उवङ्ग् आम् अजिष्णु अजिष्णु अजिष्णु सत्यम् कुवते इति सत्यं तत्र कुवङ् उवङ्गादेशः अत्र तु गुणः भवति सत्यं सत्यं ओहो, अतः तत्र कवते इति उक्तत्वात् भुआदौ इति साक्षात् उक्तत्वात्, समीचीनम्। परं तत्र स्थिपानिर्देशमस्ति यत् कवते इति रूपमेव भवति खलु, कूदातु तत्र, तत्र यद्यपि तत्र कूदातु यदि स्थिपानिर्देशमस्ति चेत् तत् रूपं कव कुवते एव भवति वा, कवते कवती इति किमपि भवति, स्टिप् स्टिप् कवति इति भवति, कवति द्वयोः एव कवति इति भवितुम् अर्हति खलु, तत्र त्रयाणां धातूनां रूपाणि स्थिपानि। आम् सत्यं, ततः भ्रमः भवति इति, कवति इत्यस्य षष्टिरूपं कवते इति भवति वा, सत्यं मतेः खलु, मतिः मतेः कवेः कवेः इति अस्ति, अतः कवति इति भवति, त्रयाणां धातूनां रूपाणि स्थिपानिर्दिष्टेन कवति इति एव भवति खलु। स्थिपानिर्दिष्टमस्ति चेत् यङ् यङ्गि यङ् लुकि च रूप, यङ्गि भवति वा, यङ् लुकि एव न भवति, यङ् लुकि एव खलु, यङ् लुकि एव न भवति, किमपि वैशिष्ट्यं स्यात् पोकूयते इति रूपं, सः वारं वारं कूजति इति प्रायः कोकूयते, काकः कोकूयते, कोकूयते व्यासस्य, किमपि अन्यत् गणस्य विषये किमपि न उक्तम्, उदातोः अभ्यासस्य ककार तावदेव भवते इति रूपं ज्ञात्वा एव तत्र सामान्य तत्र अतीति कृत्वा प्रायः तादृश प्रायः कृतवान् पाणिनिः तत्र कवते इति, यदि त्रयः दातव सन्ति तदा साक्षात् कवते इति उक्तं, कवते साक्षात् एकारस्य भवति चेत् किं भवति अत्र, एकारस्य अस्ति चेत् कवतः वा, कवत कवते भवति वा, एकारस्य इत्युक्ते एकारस्य षष्ठी भवति, एकारस्य फुल् शब्दः अस्ति चेत् किं भवति इति, षष्ठी विभक्ति अहं न जाने, ओ कवते इत्यस्य षष्ठी वा, किम् अस्ति वा कवते इत्यस्य षष्ठी, षष्ठी वा, आम् अहं न जानामि कवते इत्यस्य षष्ठी किं भवति इति, एजन्तदातु अस्ति, एजन्तशब्दः अस्ति चेत्, एजन्तस्य तु आत्वं भवति किल, एजन्तस्य तु आत्वं आत्वं भवति, पुनः शब्दः कवते इति कवते इति रूपस्य एव षष्टि, कवते इति शब्दः स्वीकुर्मः सुबन्तपदम् इति, कवते इति प्रातिपदिकम् इति स्वीकुर्मः चेत् किं भवति इति अहं चिन्तितवान्, कवते इति प्रातिपदिकं तस्य किं भवति इति, एत्वम् एकारस्य तादृश क्युप् क्युप् कृत्वा करोति खलु पाणिनिः, आम् आम् आम् तदा कवते इति क्युप् अनेन तत्र इदानीं प्रातिपदिकं भवति, तर्हि तत्र षष्टिविभक्ति एक एजन्तस्य षष्टिविभक्ति न जानामि किं भवति, बट् गो शब्दस्य देन् गोः भिन्न गोः गोः ओकार ओकार ओकार गो गोः तत्र तत्र किमस्ति अत्र नित्वं खलु, गोः नित्वं भवति, गौ गौ इति भवति ओकारस्य अत्र काशिकायां किं दत्तम् इत्युक्ते कवतेः अभ्यासस्य यङी परतः चूः न भवति, कोकूयते उष्ट्रः, कोकूयते स्वरः, कवतेः इति विकरणनिर्देशः कौतेः कुवतेश्च निवृत्त्यर्थः, तयोः चुत्वमेव भवति चोकूयत्ते, यङि इति किं चुकूवे, कवतेः इति विकरणनिर्देशः कौतेः कुवतेश्च निवृत्त्यर्थः इत्युक्ते तेषु न भवति अस्य भवति इति निर्देशः तत्र प्रायः साक्षात् विकरणरूपं स्वीकृत्य विकरणप्रत्ययः योजयित्वा विकरणनिर्देशः कवतेः इति, कौतेः कुवतैश्च निवृत्त्यर्थः तेषु न भवति अदादौ किं तुदादौ च तयोः चुत्वं भवति एव, अस्य तु न भवति, तावदेव दत्तमस्ति. अतः कवतेः इति विकरणेन निर्दिष्टम् इति स्वीकरोतु इति प्रायः अर्थः तादृशम्. पश्यामः अन्यत्र कुत्रापि तत्र तस्य विभक्ति तदेव भवति. अहं दृष्टवान् इदानीं शब्दपाठे तत्र एजन्त अस्ति चेत् शब्द प्रातिपदिकः अस्ति चेत् कवतेः इति एव भवति. कवतेः इत्येव वा? कवतेः इत्येव भवति. इदानीं से इति एजन्तपुल्लिङ्गशब्दस्य सेः एव अस्ति स इति किमपि आसीत् अत्र से इति से सयोः सयः इत्यस्य षष्ठी सेः सयोः सयाम् इति अस्ति प्रायः एकारः एव एत्वमेव अस्ति तदेव अतः तद् प्रायः तदेव कवतेः इति विकर्ण कवते इत्येव षष्टिः एव किल अत्रापि कवतेः षष्टिः एकवचनं यङि सप्तमी एकवचनं न न कवते स्टिपा निर्दिष्टम् इति कृत्वा एव कृतवन्तः तत्र तादृश विकर्णेन निर्दिष्टः एतत् तत्र करोति खलु तत्र कुत्रचित् तादृश करोति. आं सत्यं सत्यम् आं करोति एव आम् आम् साक्षात् तादृशरूपमेव प्रत्ययं योजयित्वा तत्र तादृशं वयं कर्तुं शक्नुमः खलु तत्र विकरणेन इत्युक्ते किं भगिनि विकरणप्रत्ययं योजयित्वा विकरणप्रत्यययोजयित्वा विकरणनिर्देशः कवतेः इति विकरणनिर्देशः कौतेः कुवतैश्च निवृत्ति अर्थः यदा विकरणेन सह योजितवान् तदा वयं ज्ञातुं शक्नुमः एतद् भुवादिगणस्य विषये एव सः वदति न तु तुदादि अथवा अदादिगणस्य इति सम्यक् एकमेव तत्र न कुवतेर्यङि इत्येव अस्ति तत्र कुवते क्षम्यतां कवतेर्यङि इति अस्ति तत् कवतेः इति पदं स्वीकृत्य एव एतादृशचिन्तनं कवतेः इति विकर्णनिर्देशः कौतेः कुवतैश्च निवृत्ति अर्थः जीनियस् अस्ति सः भगिनि धन्यवादः अस्तु महोदय पठितवान् किल अरुणा भगिनी ब्रूधातु आं भगिनि ब्रूधातु आर्धधातुकविषये ब्रूधातोः स्थाने वच् आदेशो भवति ब्रूयुगः यङ् ब्रुवो वचि इत्यनेन ब्रुवो वच् आदेश ब्रुवो वचि वचिः आदेशः भवति आदेशो भवति आर्धधातुकप्रत्यये वच् युगय वच् वाव च दीर्घोकितः इत्यनेन अकि अभ्यासस्य दीर्घादेशो भवति यङि वावच्छते इति कोपम् ओके ब्रूधातु इदानीम् अर्धधातुकप्रत्यये परे ब्रूधातो स्थाने यच् वच् इति आदेशः सम्पूर्णधातुः भवति प्रक्रिया अस्ति ब्रू यङ् ब्रुवो वचि इति सूत्रं सूत्रेण ब्रूस्थाने वच् वच् आदेशः भवति आर्धधातुकप्रत्यये यङ् इति आर्धधातुकप्रत्ययः वच् युगः या प्रथमं द्वित्वं भवति वच् वच् वच् इति यङ् अवच्य भवति दीर्घो अकितः इत्यनेन अकित् अभ्यासस्य दीर्घादेशो भवति यङि परे वावच्यते इति रूपं भवति विशेषः नास्ति केवलं तत्र योजना सूत्रं पठामि भ्रुवो वचि भ्रुवो वचिः भ्रुवो वचि आदेशो भवति आर्धधातुकविषये इकारः उच्चारणार्थः भ्रुवः षष्ठे षष्ठी एकवचनं वचिः प्रथम एकवचनं त्रिपदमिदं सूत्रम् आर्धधातुके इत्यस्य अधिकारः अनुवृत्तिसहितं भ्रुवः वचिः आर्धधातुके वयं पूर्वमपि पठितवन्तः भ्रुवो वचि इति भ्रुधातु स्थाने वच् भवति उकार भ्रुवो अत्र उकार उच्चारण नो ब्रुवि ब्रुवि अत्र इकार उच्चार वचि ओके इकार उच्चारणार्थः एव वच् एव आदेशः भवति तदनन्तरम् अन्यकार्याणि भवति अग्रे एव निर्गारान्तानां पठतु दीर्घोकितः तु ज्ञातवन्तः एव किल उकारान्तानां धातूनां यङन्तधातुसिद्धिः ऋकारान्तधातूनां विभजनं त्रिषु विभागेषु यङ्गीपरे प्रथमम् असंयोगपूर्वऋकारान्तधातवः ऋङ्ृतः इत्यनेन रुदन्त अङ्गस्य ऋङ् आदेशो भवति कृत् भिन्न सारुधातुकभिन्न यकारे परे इति सामान्य अङ्गकार्यम् ओके अत्र ऋकारान्तधातूनां त्रीणि सूत्राणि सन्ति प्रथमम् असंयोगपूर्वक ऋकारान्तधातवः तत्समये ऋङ्ृतः ऋङ्ृतः इति सूत्रेण ऋकारस्थाने ऋङ् आदेशः भवति निमित्तमस्ति क्रुद् भिन्न सार्वधातुकभिन्न यकारे परे क्रु युग यङ् ऋङ्ृतः इत्यनेन रुदान्तङ्गस्य ऋङ् आदेशः भवति कृत् भिन्न सार्वधातुकभिन्न यकारे परे क्रि युगय क्री क्री य सामान्य अभ्यासकार्यं प्रथमं खि एव यदि हलि शेषः इति न अभ्यासस्य खि एव अवशिष्यते खि क्रीय कोहोश्चुः इत्यनेन ककारस्थाने चकारः आगच्छति चिक्रिय विशेष विशिष्टम् अभ्यासकार्यं पुनो यङ्लुकोः चैक्रिया भवति चैक्रियते इति किं प्रत्ययान्ति यन्तात्तु चिक्रियते श्रीङ्कृतः पठामि भगिनि श्रीङ्कृतः सप्तमाध्याये चतुर्थपादे सप्तविंशतितमं धातुः सूत्रं समितं रुदन्त अङ्गस्य ऋङ् आदेशो भवति यकारादि किद्भिन्न सार्वधातुकभिन्नप्रत्यये परे च्वि प्रत्यये परे च ऋङ् कुत्र अस्ति भगिनि ऋङ्ृतः अत्र चि इति च्वि प्रत्यये परे भवति इति रुदन्त अङ्गस्य आदेशः ऋङ् इति भवति यकारादयः एव अस्मात् विवक्षा श्री प्रत्यये परे अपि भवति ओके ऋङ् आदेशो अनेकाल् किन्तु निच्छ इत्यनेन आदेशः नित् चेत् अनेकाल् चेदपि अङ्गस्य अन्त्यस्य एव स्थाने आदेशः ऋङ् प्रथमान्तं ऋत षष्ट्यन्तं द्विपदं सूत्रम् अकृत् सार्वधातुकयो दीर्घः इत्यस्मात् अकृत सार्वधातुकयो इत्यस्य अनुवृत्तिः अयम् इ निति इत्यनेन इ इत्यस्य अनुवृत्तिः छौ च इत्यस्मात् छौ इत्यस्य अनुवृत्तिः अङ्गस्य अधिकारः अनुवृत्तिसूत्रं ऋतः अङ्गस्य ह्रीङ्योः अकृतसार्वधातुकयोः छौः ओके अत्र तदर्थं ऋकार ऋदन्ताङ्गस्य धातु धातुस्थाने ऋङ् आदेशः भवति निमित्तमस्ति सार्वधातु सार्वतान्तकभिन्ना अकृतिभिन्ना प्रत्ययपरे यकारप्रत्ययपरे वा क्षीप्रत्ययपरे च अनुभूतिसहितं वदति यतोतः अङ्गस्य किं योः अकृतसार्वदात्कयोः योः किं भगिनि कुत्र भगिनि योः अनुभूतिसहितं रोतः अङ्गस्य रीं योः अङ्गस्य रीङ् योः अकृत्सार्वदातुकयोः रीङ् योः इत्युक्ते यकारादिप्रत्यये परे ओके तत्र किमपि दोषः अस्ति वा कार यकार किं 7427 7427 रीङ् ऋतः रीङ् ऋतः ई अकृत् सार्वधातुकयोः अङ्गस्य इत्येव भवति इत्यत्र षष्टि विभक्ति योः इत्येव अनुवृत्तिः ओ द्विवचनं भगिनि ईयोः सो यकारादिकृत् भिन्नसार्वधाधिकभिन्नप्रत्यये परे वाट् इस् द अदर् वन् च्वी दट् इस् ओन्लि च्वी दट् इस् च्वौ च्वी इत्यस्य सप्तमी सप्तमी फर् च्वी सप्तमी सो दिस् ई सो यकारादिकृत् भिन्नसार्वधातुक दत्त दट् यङ्ग् इति ई इति भवति चेत् ई इत्यस्य ई इन् योः सप्तमी नो सप्तमी ई देन् यौ इति भवति खलु तद् दोषः किमपि योः इति किं किमर्थं यकारद्वयम् इदानीम् अकृत्सार्वधातुकदीर्घः इत्यत्र किम् आसीत् अनुवृत्तिसहितसूत्रम् एकं ई इति प्रायः ई इत्येव अचः अङ्गस्य अदीर्घः ई अकृत्सार्वधातुक ई इत्येव अस्ति किल अकृत्सार्वधातुकयोर् सप्तमी चेत् यौ इत्येव सप्तमी यकारः यकारादिप्रत्ययः किल यकारः इति प्रातिपदिकं तस्य सप्तमी ई इत्येव किल किमर्थं योः यकारद्वयं ददति अयं ई इति इत्यस्मात् ई इत्यस्य अनुवृत्तिः अनुवृत्तिः ई इत्यस्य अनुवृत्ति इत्यनेन दत्तं वा ऐ डोण्ट् नो ई इत्येव प्रायः भवेत् रिङ्ग् कृतः अङ्गस्य रिङ्ग् य ई अकृत्सार्वधातुकयोः च्वौ अथवा क्षम्यताम् अकृत्सार्वधातुकयोः इत्यस्य विशेषणम् अस्ति किल यकारादिकृत् भिन्न सार्वधातुकभिन्नप्रत्ययः सो यकारादि इति अकृत्सार्वधातुकयोः इति सप्तमी द्विवचनं वा अकृत्सार्वधातुकयोः इति आम् आम् आर् अकृतसार्वधातुकयोः षष्टि अपि खलु तस्य विशेषणम् आम् आम् आम् तदा किं भवति ई ई इत्यस्य षष्टिरूपेण षष्टिद्विवचनम् अस्ति चेत् षष्टिद्विवचनं न षष्टि न भवति सप्तमी एव भवति तस्मिन् इति निर्दिष्टे किल ई परः भवेत् अतः सप्तमी एव भवति सप्तमी देन् यौ शुभिते रिङ्ग् द्विवचनं द्विवचनं द्विवचनं सार्वधकयोः इति द्विवचनं किल तस्य द्विवचनम् ई इत्यस्य विशेषणम् इत्यनेन ई इत्यस्य द्विवचनम् ओके ईयोः ईयोः इति भवति द्विवचनप्रयोगः उदाहरणं वदामः. नेत्रो योगः श्वी योगः भवति. श्वी इति तद्धितप्रत्ययस्य इकारः उच्चारणार्थः. चकारस्य इसंज्ञा लोपश्च. वकारस्य वेरपृक्तस्य इत्यनेन लोपः ऋङृतः नेत्री भवति. ओके, नेत्रो तदुकारः अस्ति. क्षिप्रत्ययः अस्ति. अत्र सूत्रमपि अस्ति नकारादि भिन्नस्वादप्रत्ययपरे क्षिप्रत्ययपरे अपि इति. अतः क्षि इति तद्धितप्रत्ययस्य इकार प्रत्ययस्य उच्चारणार्थमेव चकारस्य इसञ्ज्ञः कारणात् लोपः भवति. वकारस्य वेरपृक्तस्य इत्यनेन लोपः भवति. अत्र सो इ एव अवशिष्यति. श्रीङ्कृतः इत्यनेन नेत्री भवति. तत्र शुक्ति अशुक्लं शुक्लीकरोति तत्र तादृश श्वी प्रत्ययः. अनेत्रं अने अनेत्री भवति. नेता अनेता इति भवति वा साधु वा शुक्लः नेता अनेता अनेता एव भगिनि सम्यक् नेता एव नेता भवति. नेता भवति इति वा नेत्री भवति इति तादृशप्रयोगः. समीचीनं. तत्र अन्ये उदाहरणानि वयं प्रायः अग्रिमसप्ताहे पश्यामः. वृ वृ हृ इति अस्ति उदाहरणानि रूपाणि. अनन्तरं संयोगपूर्व ऋकारार्थः. संयोगपूर्वऋकारान्तपर्यन्तं कृतवन्तः. असंयोगपूर्व असंयोगपूर्व आम् धन्यवादः. धन्यवादः भगिनी.